नमस्सर्वेभ्यः. पुनः अस्माकं नूतनपाणिनीयवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति इत्संज्ञाप्रकरणम् इति विषयः अनुवर्तते. इत्संज्ञाप्रकरणे वयं सप्तसूत्राणि अधीतवन्तः, अपि च एकं सूत्रं येन इत्संज्ञकवर्णस्य लोपः भवति तस्य लोपः इति सूत्रम्. इदानीम् अत्र किञ्चित् अभ्यासमपि कुर्मः. करपत्रे अभ्यासः इति विषयः अस्ति खलु, तत्र अद्य पश्यामः. अत्र विजयलक्ष्मी भगिनी आरम्भं करोति वा? आरम्भतः एकवारं कुर्मः. पठनीयं वा पठित्वा? पठित्वा वदतु. अत्र प्रथम उदाहरणद्वयम् अपि करोतु, तदनन्तरं नूतन डुक्री इति अस्ति खलु तदपि करोतु. धातवः डुक् चष् डु आदिर्निटुडवः इत्यनेन इत् संज्ञा, हलन्त्यम् इत्यनेन षकारस्य इत् संज्ञा, चकारोत्तरवर्ति अकारः उपदेशे जनुनासिक इत् इत्यनेन इत् संज्ञा, तस्य लोपः इत्यनेन सर्वेषां लोपः, पच् इति धातु अवशिष्यते. लिख् उपदेशे जनुनासिक इत् इत्यनेन अकारस्य इत् संज्ञा, लिख् इति धातु. तद्वत् डुक्रि भगिनि यकार भगिनि एकक्षणम्, अत्र डुपचष् इत्यस्य किं जातम् इति एकवारं वदतु. डुपचष् इति औपदेशिक रूपं, तस्य डु इति अस्ति प्रथमे, डु इति अस्ति प्रथमे, प्रथमे इत्युक्ते आदि, आदि स्थाने यदि नि टु डु इति सम्या भवति चेत् इति वर्णः भवति, वर्णसमूहः भवति चेत् तस्य इत् सम्या भवति, तत्कारणं डु इति इत् प्राप्नोति. अनन्तरं षकारः हलन्त्यम् इत्यनेन कार इति कारणेन इत् सम्या प्राप्नोति. च केन सूत्रेण, केन सूत्रेण? हलन्त्यम् इत्यनेन सूत्रेण. हा, अनन्तरं हलन्त्यम् इति सूत्रं किं वदति? हलन्त्यम् इति सूत्रं वदति उपदेश अन्ते यत् हल् वर्णः सन्ति तस्य इत् भवति इति. पचम् इति अवशिष्यते. अत्र च योगः अ इति अस्ति. अ उपदेशे अजनुनासिक इत् इति सूत्रेण अकारस्य लोपः, सारी अकारस्य इत् भवति. इत्तस्य लोपः इति सूत्रेण सर्वे इत् सम्यकानां लोपः भवति. हा, बहु समीचीनं. पच् इति अवशिष्यते, तदेव लौकिकधातुरूपः. सत्यं भगिनि. करपत्रे कुत्र स्मः? करपत्रे अभ्यासः इति मध्ये मध्यभागे पुटसङ्ख्या भगिनि. सम्यप्रकरणम् इत्संज्ञाप्रकरणमपि PDF मध्ये पश्यति वा भवती? न, मम पार्श्वे करपत्रम् अस्ति इत्संज्ञाप्रकरण इति. आन्लैन् मध्ये पश्यति वा, अत्र ब्रौसर् मध्ये पश्यति वा, PDF मध्ये पश्यति वा? PDF भगिनि. PDF इत्युक्ते अत्र PDF इत्युक्ते पृष्ठसङ्ख्या पेज् फोर् अस्ति वा? हा, धन्यवादः. येन वदन्ति के ते सर्वे कृपया म्यूट् कुर्वन्तु, ध्वनिः अस्ति. हरि ओम् महोदय. नमस्कारः महोदय, म्यूट् करोतु महोदय. भगिनी अग्रे. लिख् इति दृष्टरूपम् औपदेशिकधातोः. अत्र अन्ते अकारः अस्ति. उपदेशे जनुनासिक इत् इत्यनेन सूत्रेण अकारस्य इत् संज्ञा तस्य लोपः इति सूत्रेण तस्य लोपः भवति इत् इत् सम्यक् सम्यक् अवर्णस्य लोपः भवति अवशिष्यते लिक् इति लिक् लौकिकधातु डुक्रि डुक्रि अत्र प्रथमे यः डु इति वर्णसमूहः अस्ति तस्य आदिन्यटुडवः इत्यनेन डु इत् सम्यक् प्राप्नोति अन्ते यकारः अस्ति तस्य हलन्त्यम् इत्यनेन सूत्रेण यकारस्यापि इत् सम्यक् भव प्रा यकारः अपि इत् सम्यक् प्राप्नोति तस्य लोपः इत्यनेन सूत्रेण डु यकारस्य लोपः भवति क्रि इति अवशिष्यते क्रि इति लौकिकधातुरूपः रूपं रूपं हा सत्यं समीचीनं भगिनि एतावता कोऽपि प्रश्नः अस्ति वा सर्वेषां कृते स्पष्टमस्ति खलु अस्तु अस्तु अग्रे अत्र गीता भगिनी अग्रे करोति वा भगिनी विलम्बेन आगच्छति रामनाथन् हा नमस्ते महोदय अन्य कोऽपि अस्ति वा विलम्बेन भगिनी जयन्त जयन्त् महोदय नमस्कारः अनन्तरं नमस्कारः नमस्ते भगिनि भगिनि गीता अस्मि नमस्ते विलम्बेन चिन्ता नास्ति नमस्कारः अन्य कोऽपि राहुलः अस्मि नमस्ते महोदय अस्तु अस्ति तद् गीताञ्जलि भगिनि निमिदा अत्र निमिदा इति इति धातुरूपं नि आदिर्ईटुडवः सूत्रेण इत् संज्ञा भवति तस्य लोपः तदनन्तरं आ अन्ते आ अस्ति उपदेशे जनुनासिक इत् सूत्रेण आ इति लोपः भवति तदनन्तरं अवशिष्यते मिद् मिद् इति लौकिकधातुरूपम् अस्ति सत्यं समीचीनम् अस्तु तर्हि अनन्तरं वेङ्कटरामन् महोदय करोति वा अस्तु भगिनि करोमि अग्रिमधातुः अस्ति गम्लृ गम्लृ सः एषः औपदेशिकधातुः अस्ति औपदेशिकधातु धातोः अन्ते नु इति दृश्यते सः अनुनासिकस्वरः अतः उपदेशे जनुनासिक इत् इत्यनेन सूत्रेण तस्य इष्टम्या भवति तस्य लोपः इति सूत्रेण येन सूत्रेण तस्य लोपः अपि भवति गम् इति अवशिष्यते समीचीनं सम्यक् लृ इति एषमेव लौकिकधातुः अस्ति सम्यक् सम्यक् लृ इति तर्हि कीदृशवर्णः अनुनासिकः वर्णः हल् वर्णः वा स्वरः वा सत्यं समीचीनं महोदय अस्तु तर्हि अग्रे विनय् महोदय महोदय म्यूट् करोतु महोदय वेङ्कटरामन् महोदय भगिनी पूर्वरूपं धातु दृश्यः अस्ति. तर्हि एर् इति संज्ञा आधारेण एर् इति भवति. दृश्य अवशेषः अस्ति, परन्तु अयं सूत्रम् अस्ति. प्रश्न अहं वार्तिकं न अवगच्छामि भगिनि. पुनः वदतु, न श्रुतं मध्ये, पुनः वदतु. अहं एकः प्रश्नः वदामि. एरं सूत्रमस्ति, एवं वार्तिकमस्ति, अयं वार्तिकमस्ति, वार्तिकम् अर्थः कः? अहं ददातु इर इत्संज्ञा वाच्या इति. गीता भगिनी किञ्चित् म्यूट् करोतु भगिनी. हा, अत्र इर इर इर इत्संज्ञा वाच्या इति वार्तिकमस्ति. तद्वार्तिकं किं वदति इति चेत्, यत्र इर् इति समुदायस्य इत्संज्ञा अस्ति, तर्हि समुदायस्य सम्पूर्णतया इत्संज्ञा भवति अनेन वार्तिकेन. अत्र वयं पृथक्तया इ इत्यस्य उपदेशे जननासिक इत्यनेन इत्संज्ञा न कुर्मः. अनन्तरं रेपस्य इत्संज्ञा हलन्त्यम् इत्यनेन कुर्मः, परन्तु वार्तिकं स्वीकृत्य इर् इति सम्पूर्णसमुदायस्य इत्संज्ञा अनेन वार्तिकेन भवति. तावदेव. समुदाय एक एर् वर्णसमूहः अस्ति, अतः एरम् एर् इति भवति. सत्यं, तावदेव तावदेव तदेव तदेव समीचीनम्. अग्रे पाण्डे महोदय. आं भगिनि, अत्र जीव जीव इति शृणोति भगिनि? हा, शृणोमि वा महोदय, वदतु. जीव इति एकमात्र सूत्र उपदेशे जनुनासिक सूत्रानुसारेण अन्ते अ इति स्वरम् अस्ति. उपदेशे जनुनासिक सूत्रानुसारेण इदम् इतः अस्य लोपः भविष्यति, तत् अवशिष्ट जीव इति अवशिष्टं भवति. सत्यं सत्यं, समीचीनम्. अग्रे शैलजा भगिनी, अग्रे. युजिर् योगे औपदेशिकधातु युजिर् अत्रापि वार्तिकरूपेण एव इर् इति निर्गच्छति, अतः युज् इति लौकिकरूपं. सत्यं, युज् इति लौकिकरूपं. कोऽपि जानाति वा अत्र रूपं किम्? युनक्ति. हा, कस्मिन् गणे अस्ति? रुदादि. हा, सम्यक्, बहु सम्यक्. अस्तु, तर्हि अग्रे रमाबाय् भगिनी अग्रे करोति वा? प्रत्ययः विच् निच् प्रत्यय प्रत्ययस्य अन्तिमवर्णः चकारः अस्ति, हलन्त्यं तस्य लोपः इति सूत्रेण चकारस्य लोपः भवति. अनन्तरम् आदिमवर्णः नि अस्ति, छुटु इति सूत्रेण नकारस्य संज्ञा भवति, तस्य लोपः इति सूत्रेण नकारस्य लोपः भवति, अतः इ एव अवशिष्यते. समीचीनम्. अत्र अत्र अत्र प्रथमतया अत्र धातूनां विषये दृष्टवन्तः. धातूनां कृते आदिमचत्वारि सूत्राणि कार्यं कुर्वन्ति. अनन्तरम् इदानीं प्रत्ययः इति अस्ति, तर्हि प्रत्ययानां कृते अन्तिम त्रीणि सूत्राणि प्रत्ययानां, केवलं प्रत्ययानामेव. आदिमचत्वारि सूत्राणि सर्वेषां कृते, धातुः भवतु, आदेशः भवतु, आगमः भवतु, यत्किमपि भवतु, सर्वत्र प्रत्ययः भवतु, सर्वत्र कार्यं कुर्वन्ति प्रथमचत्वारि सूत्राणि. अन्तिमत्रीणि सूत्राणि शः प्रत्ययस्य चुटु लशक्व तद्धिते इति त्रीणि सूत्राणि केवलं प्रत्ययानां कृते इति मनसि भवेत्। अस्तु, तर्हि अग्रे अत्र सूर्यकुमारी भगिनी। हा भगिनि, शाखन् हल्यन्तं सूत्रेण नकारः लोपः भवति, शाखा अस्ति, उपदेशे जननासिकसूत्रेण अनुनासिक अकारः इत्संज्ञे लोपः भवति। अत्र अनुनासिक अकारः अस्ति वा? नास्ति। नास्ति। कथं ज्ञातवती नास्ति इति? अत्र जीव इति आसीत् खलु पूर्वं, तत्र अकारः उपदेशे जननासिक इति तेन नेत्संज्ञा भवति, किमर्थं तत्र भवति, किमर्थम् अत्र न भवति? न अत्र अकारः अनुनासिकः अस्ति इति उक्तवती खलु भवती प्रथमं। अत्र अनुनासिकः नास्ति, कथं ज्ञातवती अनुनासिकः अस्ति इति कथं ज्ञातवती? ओ, फल फल फलेन। हा न, तत्तु सत्यं, परन्तु अत्र शाकन् इति अस्ति खलु, अकारस्य उपरि चन्द्रबिन्दुः अस्ति वा? नास्ति। नास्ति खलु, चन्द्रबिन्दुः अस्ति चेदेव अनुनासिकस्वरः। तर्हि इदानीं शाकन् इत्यस्मिन् नकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन इति उक्तं, तदनन्तरं शा प्रत्ययस्य आदिर्निटुडुवः इति सूत्रेण उपदेशनासिक एकक्षणं भगिनि, अत्र शाकन् इति अस्ति खलु, अत्र अन्यवर्णस्य इत्संज्ञा भवति वा? भवति। हा सत्यं, केन सूत्रेण? शा प्रत्ययस्य। हा सत्यं, तदनन्तरं किम् अवशिष्यते? चुट् सूत्रेण आदिर्निटुडुवः इति सूत्रेण न, तत्सर्वं कार्यं न करोति खलु, अत्र श प्रत्ययस्य आदौ शकारः अस्ति, अतः श प्रत्ययस्य इत्यनेन आदिमशकारस्य इत्संज्ञा भवति, अन्ते नकारस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन, इदानीम् आक इति अवशिष्यते खलु, तावदेव खलु। अन्यत् किमपि अस्ति वा? नास्ति खलु। नास्ति। हा, अत्र ककारः इत्यस्य संज्ञा न भवति, लशक्व तद्धिते इति न भवति, किमर्थम्? न अत्र लशक्व तद्धिते इत्यस्य कार्यं भवति वा न भवति वा? अत्र रमाबाई न, अत्र रमा शिवरामन् भगिनी वदतु। लशक्व तद्धिते अतद्धित रूपे न भवति, प्रत्यय यदि अस्ति चेत् लशक्वत् तद्दिते न कार्यं न करोति. तत्तु समीचीनं, परन्तु अत्र शाकन् इत्यस्य अकारस्य इत्संज्ञा भवति वा लशक्वत् अदिते इत्यनेन? न. किमर्थं नास्ति? आदौ नास्ति. हा सत्यम्, आदौ एव. पश्यति वा भगिनि सूर्यकुमारी भगिनि, लशक्वत् चुटु लशक्वत् अद्दिते श प्रत्ययस्य सर्वाणि सूत्राणि आदौ शकारः अथवा आदौ चवर्गीयवर्णः अथवा टवर्गीयवर्णः अथवा लकारः शकारः कवर्गीयवर्णः आदौ अस्ति चेत् प्रत्ययस्य आदौ, अत्र ककारः प्रत्ययस्य आदौ नास्ति, अतः दशक्वत् अद्दिते कार्यं न करोति, तर्हि आक इति अवशिष्यते. भगिनि, परन्तु एतत् तद्दितप्रत्ययः वा न वा? शाकन् इति तद्दितप्रत्ययः वा न वा इति प्रायः नास्ति भगिनि. शाकन् अस्ति वा? कुपि दृष्टवान् वा, दृष्टवती वा? प्रायः नास्ति भगिनि. लशक्व तदिते इति तालवे शकारः एव, अत्र ककारस्य विषये ककारः अस्ति खलु शाक, ककारस्य शकारम् अवशिष्यते न, निरनुबन्धरूपं शकारम् अस्ति न? निरनुबन्धरूपं शकारः नास्ति, शः प्रत्ययस्य इत्यनेन शकारः गच्छति. किं सूत्रेण? शः प्रत्ययस्य. शः प्रत्ययस्य, शः प्रत्ययस्य इत्यनेन शकारः गच्छति, नकारः हलन्त्यम् इत्यनेन गच्छति, आक इति अवशिष्यते. तत्र ककारस्य इत्संज्ञा भवति वा इति प्रश्नः आसीत्. ककारस्य इत्संज्ञा न भवति, यतोहि हल्यन्त, यतोहि आदिमवर्णः नास्ति, प्रत्ययस्य आदौ नास्ति. अस्तु, स्पष्टं वा? अस्तु, तर्हि अग्रे अत्र रमाशिवरामन् भगिनी भवती एव करोतु. जूस् इति औपदेशिका प्रत्यया इदानीं चुटु कारणेन जू तस्य इत्संज्ञा भवति, जू जकारस्य इत्संज्ञा भवति, इस् हलन्त्यं कारणेन इत्संज्ञा भवति, अतः उ अवशिष्यते. सत्यं, तथा एव चिन्तयामः वयं, परन्तु वस्तुतः अत्र जुस् इति प्रत्ययः विभक्तिसंज्ञकप्रत्ययः अस्ति. ओ, अत्र विधिलिङ्गकारे पटेयुः पटेयुः इति भवति खलु, गच्छेयुः, तत्र उस् इति प्रत्ययः सकारः, अत्र जुस् इति प्रत्ययः विभक्तिसंज्ञकप्रत्ययः अस्ति, अतः सकारस्य किं सुस्मा, हा सत्यं, न विभक्तो तु स्मः. हा वदतु. न विभक्तो तु स्मः इत्यनेन सूत्रेण सकारस्य लोपः न भवति, निषेध सत्यं सत्यं समीचीनं. यतो अत्र सकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति स्म, परन्तु तदनन्तरम् अत्र न विभक्तौ तु स्मः इति निषेधकसूत्रम् आगत्य वदति न, अत्र जुस् इति प्रत्ययः विभक्तिसंज्ञकः अस्ति, अतः सकारस्य लोपः न भवति. अतः किम् अवशिष्यते भगिनि? उस्. हा उस् इति अवशिष्यते. तर्हि अत्र जकारस्य इत्संज्ञा छुटु इत्यनेन भवति. छुटु इति सूत्रं किं वदति एकवारं वदतु, स्मरयतु. छुटु छुटु वदति प्रत्ययस्य आदौ चवर्गीयः अथवा टवर्गीयः वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति. इदानीं जकार अस्ति. सत्यं सत्यम्. अत्र अत्र जुस् इति विभक्तिसंज्ञकप्रत्ययः कथं जानीमः इति चेत् अग्रे गत्वा पठिष्यामः. अत्र तिङ् प्रत्ययाः के इति पठिष्यामः, परन्तु इदानीं जुस् इति विभक्तिसंज्ञकप्रत्ययः इति स्वीकरोतु. अस्तु, तर्हि अग्रे महादेवन् महोदय. महादेवन् महोदय. हरि ओम्, नमस्ते. ट इति प्रत्यय अस्ति तत्र उपदेशे प्रत्ययस्य आदौ चुटु चुटु इति सूत्रेण ता अस्ति किल तस्य लोपः भवति अतः तत् इत्संज्ञा भवति अतः आ इति अवशिष्यते सत्यं समीचीनम् अस्तु अस्ति किल सत्यं सत्यं धन्य हा अग्रे अत्र रामनाथन् महोदय वदतु शप् इति प्रत्ययम् अलन्त्यमिति सूत्रेण पकारम् इत् लशक्वतत् इति सूत्रेण शकारम् इत् अकारमेव अवशिष्यते लशक्वदति इति किं वदति लकार शकार लशक तद्यते ककार इत् अददन् तद्यतप्रत्यय अत्र केवलं ककारः वा न कवर्गीय लशक्कु इति अस्ति लशक्कु लशक्व उकार वकारम् आगच्छति ओके यन्सन्धिं कृत्वा उकारस्य वकारः तर्हि सर्वे वर्णाः कवर्गीय सर्वे वर्णाः लकारः तालवेशकारः कवर्गीय सर्वे वर्णाः सर्वे वर्णानां हा प्रत्ययस्य आदौ एते वर्णाः सन्ति चेत् तेषाम् इत्संज्ञा भवति समीचीनं सम्यक् अस्तु तर्हि अग्रे अत्र जयन्त् महोदय धयत् इति प्रत्यय अस्ति अत्र एकनिमिषं अस्ति अभवत् नस्यति कि आदौ नकारः कीदृशवर्णः कस्मिन् वर्गे अस्ति च वर्गे अस्ति न न आदिम अत्र नस्यति अस्ति खलु तत्र कवर्गे अस्ति चेत् इदानीमेव उक्तं खलु लशकवदधिते इति सूत्रेण अत्र अत्र वर्णः कवर्गस्य भवति अस्ति चेत् तत् वर्णः इत्संज्ञा भवति सत्यम् अनन्तरं सकारस्य का गतिः सकारः तद्धिते इति स इति अभवत् भवति भगिनि अस् इति रूपम् इति अवशिष्यते सत्यम् अस्ति रूपम् अवशिष्यते तत्तु सत्यम् उत्तरं समीचीनमस्ति परन्तु किमर्थम् इति न उक्तं सकारः किमर्थं तिष्ठति अत्र अन्यसूत्रस्य प्रसक्तिः अस्ति वा अन्यस्य न विभक्तौ स्मः इति उपदेशे विभक्तौ अन्त्याः अल् तु स्मः न इतः इति सूत्रेण स इति अस्ति तत् रूपम् अस्ति जातम् न न एकवारं प्रथमम् अत्र कस्य सूत्रस्य प्रसक्तिः अस्ति प्रथमं लशक्व तद्धिते इति सूत्रेण तज्जातम् तज्जातम् इदानीं सकारस्य प्रथमं कस्य सूत्रस्य प्रसक्तिः अस्ति सकारस्य कृते सकारस्य कृते न विभक्तौ तु स्मः इति न विभक्तौ तु स्मः इति स्वतन्त्रतया कार्यं कर्तुं शक्नोति वा स्वतन्त्रे न भगिनि हा तर्हि अत्र कस्य सूत्रस्य प्रसक्तिः अस्ति आदौ अन्ते कीदृशवर्णः अस्ति सकारः कीदृशवर्णः सकारः तर्हि हलन्त्यम् इति सूत्रस्य प्रसक्तिः अस्ति. तर्हि सकारस्य लोपः भवति स्म हलन्त्यमिति सूत्रेण लोपः भवति स्म, परन्तु तत्र तदनन्तरम् अत्र न विभक्तौ तु स्माः यथा उक्तं, न विभक्तौ निषेधकसूत्रमस्ति. तत् सूत्रम् आगत्य वदति अत्र नस् इति प्रत्ययः विभक्तिसंज्ञकप्रत्ययः अस्ति, सुप्रत्ययेषु अन्यतमः अस्ति. अतः अत्र सकारस्य लोपः न भवति, यतोहि न विभक्तौ तु स्माः. तवर्गीयवर्णाः सकारः मकारः, अत्र सकारः अस्ति, अतः न लोपः न भवति. अतः किम् अवशिष्यते? अस् इति अवशिष्यते. अस् हा, अस् इति अवशिष्यते. समीचीनम्. अस्तु अग्रे अग्रे अत्र गीता भगिनी अग्रे करोति वा भगिनी? इत्संज्ञा प्रकरणे ये सूत्राणि सन्ति ते सर्वाणि सूत्राणि अपि विधिसूत्राणि वा? इत्संज्ञा सर्वाणि सूत्राणि भवति वदतु. विधिसूत्राणि इति अहं चिन्तयामि. किम् अत्र किं विधिः भवति अत्र? सर्वे सूत्राणि किमपि कार्यं कुर्वन्ति. कार्यं तु कार्यम् अत्र कीदृशकार्यमस्ति? इत्यति कार्यं करोति. इत्यति तत्र किम् अस्ति? इत्यति किं किं कार्यं? संज्ञासूत्रम्. संज्ञासूत्रम् एव अत्र केवलं नामकरणमेव एव विधिसूत्रं. सत्यं सत्यं सत्यं. समीचीनं समीचीनम्. अत्र सर्वाणि सूत्राणि सप्तसूत्राणि अपि संज्ञासूत्राणि, यतोहि केवलं नामकरणमेव कुर्वन्ति खलु. अनुनासिक अचवर्णः अस्ति चेत् तस्य इत्संज्ञा, लकारः अस्ति चेत् इत्संज्ञा, षकारः अस्ति चेत् इत्संज्ञा, केवलं नामकरणमेव. तदनन्तरं तस्य लोपः इति सूत्रेण तत्र किमपि कार्यम्, इत्संज्ञकवर्णस्य लोपः इति कार्यं, यत्र आदेशः आगमः लोपः, तदेव कार्यं खलु. अस्तु स्पष्टं वा? हा गीता भगिनी वदतु. वदामि भगिनि. अत्र प्रत्ययः अस्ति त, अत्र श्ना इति प्रत्ययः, श्ना प्रत्यये लशकु तदिते इत्यनेन सूत्रेण तालव्यशकारस्य इत्संज्ञा भवति. तदनन्तरं तस्य लोपः इत्यनेन सूत्रेण तस्य लोपः भवति. न इति लौकिकप्रत्ययः अविष्यते. श्ना इति अत्र कीदृशप्रत्ययः? कीदृशप्रत्ययः इत्युक्ते कस्मिन् गणे? क्रयादिगणे. क्रयादिगणे, क्रयादिभ्यः श्ना इत्यनेन श्ना इति प्रत्ययः क्रयादिगणे अस्ति. अनन्तरं शप् इति प्रत्ययः कस्मिन् गणे अस्ति? भूवादि. भुवादिगणे, भुवादिगणे शप् इति विकरणप्रत्ययः अस्ति. पूर्वम् अस्माभिः पठितं केवलं स्मरणार्थम्. अस्तु समीचीनम्. अग्रे राहुल् महोदय. भगिनी अत्र न तिष्ठति खलु? न एव तिष्ठति. सत्यं. किमुक्तम्? क्षम्यताम् अहं प्रायः दोषेन न श्रुतवती. न इति अवशिष्यते. नकारः अनन्तरम् अकारः, दीर्घ अकारः. अस्तु राहुल् महोदय अग्रे. आम्, त इति प्रत्ययः आदौ एकनिमिषं, लशक्व तद्धिते इत्यस्य कारणेन क इति इत्संज्ञा भवति, त इति अवशिष्यते. सत्यं, त इति अवशिष्यते. यथा अत्र पठितः, गतः, तत्र सर्वत्र तान्तरूपम् अस्ति. आदितः सर्वत्र तान्तरूपम्. अस्तु समीचीनम्. अग्रे सन्दीप् महोदय. नमस्ते भगिनि. अत्र शः प्रत्ययस्य सूत्रेण आदौ शकारः भवति, अन्ते हलन्त्यम्. एकक्षणं महोदय, एकक्षणं महोदय, इदानीं समापयतु. एकक्षणं. ञ इति हल् अस्ति, हलन्त्यम् इति सूत्रेण तदपि इत्संज्ञा भवति, तस्यापि इत्संज्ञा भवति, अतः वु इति अवशिष्यते. सत्यं, समीचीनं, वु इति अवशिष्यते. सम्यक्. अस्तु, वदतु वदतु महोदय. वेङ्कटरामन् महोदय, मम सन्देहः अस्ति, इक्तप्रत्ययः रूपे अपि इक्त इति अस्ति किल? न न न, लौकिकरूपे ककारः नास्ति, ककारः नास्ति, त इति एव अवशिष्यते. इक्तप्रत्यय वयं प्रायशः सः कृदन्तप्रत्यय अक्ताप्रत्यय मिस्टेक् न, तदेव अत्र न, तदेव अस्ति, कृदन्त त प्रत्ययः एव अत्र मिस्टेक् नास्ति, कृदन्त त प्रत्ययः एव. महोदयस्य प्रश्नं, एकक्षणं भगिनि, महोदयस्य प्रश्नः अत्र ककारः लशक्व तदिते इत्यनेन तस्य इत्संज्ञा भूत्वा लोपः भवति, तर्हि त इति अवशिष्यते. इदानीम् उदाहरणं स्वीकृत्य पश्यामः चेत् अत्र पट् इति धातुः, पट् योगः त प्रत्ययः, तत्र इडागमः भूत्वा पठित इति प्रातिपदिकं, पठितः, पठिता, पठितं, तर्हि तत्र त त इति एव अवशिष्यते, न तु ककारः, ककारः न. महोदय स्पष्टं वा, वेङ्कटरामन् महोदय? न भगिनि, मम सन्देहः लौकिके किमर्थम् इक्त इति वदामः, यद् अवशिष्यते, यद् अवशिष्यते तदेव वक्तव्यं किल? लौकिके स्ना इत्युक्ते सकारस्य लषक्वदधिते इति इत्यनेन सूत्रेण इत्संज्ञा भवति, तस्य लोपः इति इत्यनेन सूत्रेण तस्य लोपः भवति, अवशिष्यः न इति प्रश्न विकरणप्रत्ययः अस्ति. परन्तु लौकिके वयम् इक्तप्रत्ययः इति सर्वत्र वदामः चेत् इक्त किमर्थं त प्रत्ययः एव वक्तव्यं किल? इक्तप्रत्ययं वयं वदामः चेत् तत्र लौकिके इक् इति कथम् अवशिष्यते? तदेव मम प्रश्नः. किं वक्तव्यम् इति न द्रष्टव्यं, किं कस्य उपयोगः भवति तत् द्रष्टव्यं, न तु किं वक्तव्यम्. क्षम्यतां, क्षम्यताम्, अहं विद्याभगिन्यां पृष्टवान्, उत्तरमपि विद्याभगिन्यातः अहं. चिन्ता नास्ति, अत्र अत्र त प्रत्ययः, भवान् वदति यद् वदति तत्तु सत्यमेव, अत्र त प्रत्ययः अत्र ककारस्य इत्संज्ञा अस्ति चेत् किमर्थं तत्र लौकिकरूपे तथा वदामः इति चेत् तत्र प्रायः तादृश वयमपि वयं शृण्मः, तथा शृण्मः सर्वत्र त प्रत्ययः, यतोहि त इति अन्यप्रत्ययः अपि अस्ति, अतः प्रायः तत्र भेदः भवतु इति कृत्वा तथा वदामः, त प्रत्ययः, तव तु प्रत्ययः इति सर्वत्र तथा वदामः. परन्तु लौकिकरूपं तत्र ककारः न तिष्ठति, त प्रत्ययः इति एव लौकिकरूपम्, अतः यत्किमपि वयं वक्तुं शक्नुमः, परन्तु वस्तुतः अत्र यत् अवशिष्यते इति चेत् त इति एव अवशिष्यते, न तु ककारः. यतोहि अत्र लशक्व तदिते इति सूत्रस्य प्रसक्तिः अस्ति, इदानीं वयं सूत्रं जानीमः, अतः सूत्रस्य आधारेण वक्तुं शक्नुमः अत्र ककारस्य इत्संज्ञा भवति एव, अतः तत्र ककारः न तिष्ठति, लौकिकरूपं तु तत्र त इति एव अवशिष्यते. अस्तु, भवतः समाधानं सम्यक् आसीत्, तदहं प्राप्नोमि, तदहं प्राप्नोमि. सत्यं सत्यं, यतोहि इदानीं वयं सूत्रं जानीमः, अतः कोऽपि आगत्य वदति अत्र त प्रत्ययः इति वदति चेत् तथापि वयं जानीमः तत्र औपदेशिकरूपं सः वदति इति वयं ज्ञातुं शक्नुमः, न तु लौकिकरूपं, लौकिकरूपे तु त इति एव अवशिष्यते, अतः सः कस्मिन् सन्दर्भे वदति इत्यपि प्रथमतया आदौ ज्ञात्वा एव वयं वक्तुं शक्नुमः. सर्वत्र वयं शृण्मः तत्र शप् इति प्रत्ययः एव सर्वे वदन्ति, शप् इति प्रत्ययः. तत्रापि वयं जानीमः तत्र अकारः एव अवशिष्यते, परन्तु सर्वे तु शप् इति एव वदन्ति. मम ऐ हाव् वन् एक्स्टेन्शन् टु दट् शत्रुशानच् अपि सेम् लाजिक्. सत्यं सत्यं तथैव. शत्रुशानच् अपि तत्र लौके रूपं शत्रुशानच् शत्रुप्रत्ययः वदतु, अत्र शत्रुप्रत्यये किं भवति, किम् अवशिष्यते? शत्रुप्रत्यये आत् अवशिष्यते, शानच् प्रत्यये आन अवशिष्यते. एकक्षणम् एकक्षणं, शत्रुप्रत्यये कथम् अत् अवशिष्यते एकवारं वदतु. शत्र श लशक्वतदिते कारणात् श गच्छति, इष् गच्छति, शकार गच्छति. तृ तृ अनुना उपदेशे अनुनासिक इत् कारणात् ऋ अनुनासिक ऋ गच्छति, अतः अत् अवशिष्यते. सत्यं सत्यम्, अतः एव वयं पश्यामः पठत् गच्छत् इति प्रातिपदिकम् अस्ति खलु, शत्रन्तप्रातिपदिकं पुल्लिङ्गे गच्छन् गच्छन्ति इति रूपाणि, परन्तु अत्र पुल्लिङ्गे नपुंसकलिङ्गे प्रातिपदिकं गच्छत् अत् इति श्रूयते सर्वत्र अत्. तथैव यथा भगिनी उक्तवती अत्र शत्रुशानज् अपि तत्र शत्रुशानज् इति एव तत्र औपदेशिकरूपं स्वीकृत्य एव वयं वदामः, न तु अत् इति स्वीकृत्य. तादृश प्रायः तादृशी पद्धतिः अस्ति, तथा वयं पूर्वकालात् तथा एव वदन्तः स्मः, अतः न कोऽपि क्लेशः. एवमेव अत्र शानज् इति प्रत्यये अत्र सन्दीप् महोदय वदतु, शानज् इति प्रत्यये किम् अवशिष्यते? आन न एकक्षणं भगिनि, सन्दीप् महोदय वदतु. शानच् शब्दस्य लशक्वतदिते इत्यनेन शकारः इत्संज्ञा भवति, अन्त्ये चकारः अस्ति हलन्त्यम् इत्यनेन, तदपि अपगच्छति, इत्संज्ञा भवति, आन इति अवशिष्यते. सम्यक् सम्यक् समीचीनम्. अस्तु धन्यवादः. यदा शक्यं भवति एतादृशां एतेषां प्रत्ययानाम् उपयुज्य उदाहरणम् अपि वदति चेत् मस्तिष्के सम्यक् तिष्ठति. हा हा, अनन्तरम् इदानीम् अत्र सर्वेषां प्रत्ययानां प्रत्ययानां विषये न वदामि, परन्तु केचन उदाहरणरूपेण स्वीकृत्य वदामि. अस्तु अस्तु, अग्रे अत्र भगिनि श्वुञ् अनन्तरं णुल् द्वयोः प्रत्ययोः वु इति एव अवशिष्यते, परन्तु तत्र शकारस्य ञकारस्य णकारस्य लकारस्य कारणमस्ति, तत्कारणमेव भिन्नभिन्न वर्णानां दत्तवान् खलु. सत्यं सत्यम्, अग्रे पठिष्यामः किमर्थम् अत्र इत्संज्ञा इत्सङ्गेकवर्णानां प्रयोजनं किम् इति अग्रे पठिष्यामः, इदानीम् अत्र अभ्यासं समापयामः एकवारम्. अस्तु, अग्रे एतावता कोऽपि अत्र अस्ति वा यः न उक्तवान्? अहं लता अस्मि, विलम्बेन आगता. हा अस्तु अस्तु हा अस्तु, एकक्षणं भगिनि, अत्र सुमन् भगिनी वदतु. सुमन् अपि भगिनी अपि न उक्तवती अत्र, सुमन् भगिनी अग्रे. तदभवत् अग्रे. अस्तु, तत्र शून् इति प्रत्ययः अस्ति, तत्र श प्रत्ययस्य सूत्रेण शकारः इत्संज्ञा भवति, शकारस्य इत्संज्ञा भवति. क्षम्यतां, हलन्त्य हलन्त्यं सूत्रेण ञकारः ञकारस्य इत्संज्ञा भवति, तस्य लोपः सूत्रेण द्वयोः लोपः भवति, वु एव तिष्ठ अवशिष्यते. सत्यं, समीचीनं भगिनी. किम् क्यून् अहम् न न श्वि श्वि कवर्गस्य महाप्राण किल न न न तद् नास्ति, तस्मात् पूर्वम् अत्र श्वि तस्मात् पूर्वं नूल् तस्मात् पूर्वं नूल् तस्मात् पूर्वं तस्मात् पूर्वम् अस्तु, तर्हि तत्र उ इति अवशिष्यते. अग्रे भवती एव करोतु लता भगिनी. नूल् प्रत्यय नूल् पद पदे अपि चुटु सूत्रेण टवर्गस्य अनुनासिक णकार इत् भवति, ततः ल हलन्तस्य हलन्त्यम् इति सूत्रेण ल अपि गच्छति, उ एव अवशिष्यते. उ इति अवशिष्यते. तत्र पश्यति चेत् शुञ् इत्यत्रापि उ इति एव अवशिष्यते, नू इत्यत्रापि उ इति एव अवशिष्यते. अस्तु, उभयत्र उ इति एव अवशिष्यते. अस्तु, समीचीनम्. अग्रे विजयलक्ष्मी भगिनी अग्रे करोतु. भगिनी भगिनी एकं प्रश्नं. हा, एकन एकक्षणं महोदय, भगिनी वदतु. नूल् प्रत्यय कृदन्ते आगच्छति, अहं पश्यामि. पाचकः गायकः सत्यं, भू कथं कः चेञ्ज् ट्रान्स्फार्म्. हा, तत्र एकं सूत्रमस्ति भगिनि, युवर् अनाकौ इति सूत्रमस्ति. युवर् अनाकौ, तर्हि यो स्थाने अन इति भवति, वू स्थाने अक इति भवति, तर्हि अक इति उ इत्यस्य स्थाने अक इति आगच्छति, तर्हि पट् योगः अक, पाठकः गायकः इति तादृशरूपाणि, पाचकः इति तादृशरूपाणि. तत्र अन्यत् कार्यमस्ति, अतः एव तत्सर्वम् इदानीं न वदामि, यतोहि तत्र वस्तुतः तत्र कृदन्तरूपाणि सर्वाणि तत्र आर्धधातुकप्रक्रियायां भवति. प्रथमं वयं किं कुर्मः इति चेत् सार्वधातुकप्रक्रिया एव प्रथमं पश्यामः, तत् पठित्वा तदनन्तरमेव आर्धधातुकप्रक्रियां प्रति गच्छामः. अतः इदानीं तत्सर्वं न वदिष्यामि. धन्यवादः. हा, अस्तु, अग्रे अत्र विजयलक्ष्मी भगिनी. हा महोदय, क्षम्यतां, वदतु महोदय. अनन्त्यम् इति सूत्रेण लकारं रसकथ्यते, यकारं किमर्थम् इत् किं यु इति किं किं पुनः वदतु, न श्रूयते. यकार उकार यकारमपि अवशिष्यते, अधीश अवशिष्यते न यकारः एव अवशिष्यते. यकार उकार ओके, उकारः न अवशिष्यते. उकार उच्चारणार्थं न ल्युट् इति ल्युट् इति उक्तं खलु, ल्युडन्तं. हा, ल्युट् इति तत्र किं भवति इति चेत्, हा, लकारस्य इत्संज्ञा लशक्व तद्धिते इत्यनेन, टकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन यु इति अवशिष्यते. यथा इदानीमेव उक्तं युवोर् अनाकौ इति सूत्रमस्ति खलु, यत्र यु इति अस्ति तत्र तस्य स्थाने अन इति आदेशः भवति. ओके ओके, तर्हि पट् योगः अन, पठनं गायनं लेखनम् इति. अकारम् उच्चारणार्थम् उकारम् उच्चारणार्थं सम् केस् उकारः अवशिष्यते. हौ टु फैण्ड् औट् द डिफ़रेन्स्? तत्र तत्र अत्र ल्युडन्तरूपं तु वयं जानीमः एव खलु, तत्र पठनं अत्र पठनं गानं सर्वं वयं जानीमः ल्युडन्तरूपं. तर्हि वस्तुतः तत्र अत्र उकारस्य प्रयोजनम् अस्ति, तत्रैव प्रयोजनम् अस्ति. यु इति अवशिष्यते चेदेव तत्र योर् अनाकौ इति सूत्रं कार्यं कर्तुं शक्नोति, नो चेत् तत्र कार्यं कर्तुं न शक्नोति. अतः तत्र उकारस्य उच्चारणार्थम् इति वक्तुं न शक्नुमः, यतोहि तत्र सूत्रम् अस्ति खलु. तत्कारणमेव प्रत्ययेषु लौकिकधातुरूपं दृष्टरूपं समानं कारणम् अन्य वर्णानां कार्यमस्ति, तेषां न भवति चेत् अस्माकं प्रत्ययस्य भिन्नभिन्नप्रत्ययस्य किं किं भवति इति ज्ञातुं न शक्नुमः. तत्कारणमेव श्वि नूल् तद्वदेव पठनीयं. सत्यम्, अतः एव सत्यं भगिनि, समीचीनं. तदर्थमेव इत्संज्ञकवर्णानाम् अत्र योजनमस्ति. अत्र पाणिनिः एवमेव तत्र इत्संज्ञकवर्णानां योजनं न कृतवान्. अत्र तस्य प्रयोजनम् अस्ति एव. सर्वत्र अष्टाध्याय्यां पश्यामः यत् इत्संज्ञकवर्णानां सर्वत्र प्रयोजनम् अस्ति. एवमेव एकः वर्णः नास्ति तत्र. यदि इत्संज्ञकवर्णः भवति नो चेत् उच्चारणार्थं भवति. यदि वर्णस्य प्रयोजनं किमपि नास्ति चेत् तत्र उच्चारणार्थं भवति. यत्र प्रयोजनम् अस्ति तत्र इत्संज्ञकवर्णस्य सर्वत्र प्रयोजनं भवति एव. अत्र किं प्रयोजनम् इति अग्रे अस्मिन्नेव करपत्रे पठिष्यामः. अस्तु, यथा भगिनी उक्तवती अत्र एकं प्रयोजनम् अस्ति, प्रत्ययोः भेदः कः इति ज्ञातुं शक्नुमः. यथा अत्र श्वि इति प्रत्ययः, तत्रापि वु इति अवशिष्यते. नूल् इति प्रत्ययः, तत्रापि वु इति एव अवशिष्यते. तर्हि द्वयोः प्रत्ययोः मध्ये भेदः कः इति कथं जानीमः इति चेत्, एकः प्रत्ययः अस्ति श्वि इति प्रत्ययः, अन्यः प्रत्ययः अस्ति नूल् इति प्रत्ययः. तर्हि तत्र वयं ज्ञातुं शक्नुमः. अन्य एकमपि अस्ति श्वुन् इति, तत्रापि भू अवशिष्यते. परन्त्यं कार्यं भिन्नभिन्नकार्यं भवति, तत्कारणमेव लौकिकरूपम् अनन्तरं दृष्टरूपं समानं भवति अत्र. सत्यं सत्यं सत्यं, समीचीनं भगिनि. अग्रे अत्र भवती एव करोतु. क्यून् क्यून् क्यून् क्यून् अत्र हलन्त्यम् इत्यनेन सूत्रेण अन्ते नकारस्य इत्सम्या भवति. लशक्व तद्धिते इत्यनेन सूत्रेण प्रारम्भे कवर्गस्य ख अस्ति, खकारः, खकारस्य अपि इत्सम्या भवति. तस्य लोपः इत्यनेन सूत्रेण इत्सम्यकौ द्वौ अपि लोपः भवति. यु इति अवशिष्यते. सत्यं, समीचीनम्. अग्रे गीताञ्जलि भगिनि. भगिनी, क्षुण् इति पदे यु अपि या भवति अन्ते? न, यु इति एव अवशिष्यते भगिनि. अत्र अनुनासिकः नास्ति. समदसूत्रे यु बिकम्स् या, यु सेड् नो. इत्यस्य स्थाने किमपि कार्यम् अन्यत् कार्यं भवति. इदानीं मास्तु, तस्य चिन्ता नास्ति. इदानीं यु इत्यस्य स्थाने अन्यत् कार्यं भवति. अस्तु, अग्रे अत्र गीताञ्जलि भगिनि. श्यन् इति अस्ति अत्र, शकारलोप जात दशक्व तद्धिते कारणेन, अपि च नकार लोपः जातः हलन्त्यम् इत्यनेन अवशिष्यते यकार, य इति लौकिकरूपं धातुरूपम् अस्ति. श्यन् इति कुत्रापि दृष्टं वा अस्माभिः? दिवादिगणे. हा, दिवादिगणे. अत्र दिवादिगणे विकरणप्रत्ययः अस्ति श्यन् इति प्रत्ययः. सत्यं सत्यं, समीचीनम्. अग्रे वेङ्कटरामन् महोदय. अपि च वेङ्कटरामन् महोदय, अत्र पश्यति चेत् सर्वत्र अस्माकं पद्धतिः का इति चेत्, सर्वत्र वयं प्रत्ययानां विषये तु तत्र औपदेशिकरूपं स्वीकृत्य एव सर्वत्र वदामः. निच् इति प्रत्ययः, नो चेत् अत्र ल्युट् इति प्रत्ययः, शत्रुप्रत्ययः, शानच् प्रत्ययः, सर्वत्र तथैव वदामः. प्रत्ययः, तव तु प्रत्ययः. अतः तादृशी पद्धतिः अस्ति यत्र वयं औपदेशिकरूपं स्वीकृत्य सर्वत्र वदामः. यतोहि लौकिकरूपं स्वीकृत्य वदामः चेत् प्रत्ययानां भेदः न ज्ञातुं शक्नुमः. यत्र उभयत्र यदि द्वयोः प्रत्ययोः लौकिकरूपं समानम् अस्ति चेत् तर्हि तत्र कथं ज्ञातुं शक्नुमः? यथा अत्र श्यूय् अपि च नोल्, उभयत्र उ इति एव अवशिष्यते. तर्हि कस्मिन् विषये वयं वदामः इति न ज्ञातुं शक्नुमः खलु? तदर्थमेव अत्र लौकिकरूपं स्वीकृत्य एव सर्वत्र वदामः. अस्तु, अग्रे करोतु महोदय. अस्तु भगिनि, अनन्तरं तृच् ल्युट् ल्युट् ल्युट् ल्युट् ल्युट् इति औपदेशिकप्रत्ययः अस्ति. तस्य आदौ लकारः अस्ति. लषक्वदन्दिते आदौ स्थितस्य लकारस्य इत्सम्यकः लषक्वदन्दिते इत्यनेन सूत्रेण इत्सम्यकः इत्सम्यकः भूत्वा इत्सम्यकं भूत्वा अनन्तरं तस्य लोपः इत्यनेन सूत्रेण तस्य लोपः अपि भवति. अन्ते प्रत्ययस्य अन्ते टकारः अस्ति. हलन्त्यम् इत्यनेन सूत्रेण टकारस्य इत्सम्यकः भवति. अनन्तरं तस्य लोपः इत्यनेन सूत्रेण टकारस्य लोपः अपि भवति. यु अवशिष्यते. सत्यं, यु इति अवशिष्यते. ल्युडन्तं रूपं तु प्रसिद्धमेव सर्वेषां कृते. तत्र पठनं, गायनं, लेखनं, वदनं सर्वं वयं जानीमः. भवत्याः समाधानं समीचीनम्. अस्तु, सम्यक्. अस्तु तर्हि अग्रे विनय महोदय. सत्यं, त्रिच् सम्बन्धे. हा, त्रिच् त्रिच् त्रिच् प्रत्ययः त्रि अहं जानामि. त्रि कृदन्त अस्ति च हलन्त्यं सूत्रेण आधारेण इत् भवति. अतः अवशिष्य त्रि अस्ति. अवशिष्यते. हा, रूपं रूपं जानाति वा? एकं रूपं वदतु. रूपं जानामि. नेत्री नेत्री नेता. सत्यं सत्यं, नेता, कर्ता, नेता, गन्ता, नेता इत्यादि. तत्र सर्वत्र त्रिजन्तरूपम् अस्ति. त्रिच् इति प्रत्ययः अन्ते अस्ति. गन्तृ इति प्रातिपदिकम् अथवा नेतृ इति प्रातिपदिकं. तत्र गन्ता, मातापिता, तत्र त्रिच् इति नास्ति भगिनि. त्रिच् नास्ति तत्र, वैशिष्ट्यमस्ति. अस्तु तर्हि अग्रे अत्र पाण्डे महोदय. हरि ओम्. अग्रिम पदमस्ति शुन्. अस्य प्रथमं श्रः प्रत्ययस्य इति सूत्रस्य प्रयोगं प्रयोगानुसारेण श्रः इति वर्णस्य लोपः भविष्यति. द्वितीयं हलन्त्यम् इति सूत्रानुसारेण अन्तवर्णान्न अस्य लोपः इति भविष्यति. वो अवशिष्टम् इति अस्ति. सत्यं, ऊ इति अवशिष्य अवशिष्यते. सत्यम् इति अवशिष्टम् अस्ति. सत्यम्. अग्रे शैलजा भगिनी. किं लषक्वद्दितौ इति का सूत्रेण ख प्रत्ययस्य इत्संज्ञा भवति. हलन्त्यम् इत्यनेन नकारस्य इत्संज्ञा भवति. अतः थि इति अवशिष्यते. रूपं जानाति वा किमपि? अत्र गतिः, मतिः इति तादृशरूपं खलु. स्त्रीले स्त्रीलिङ्गे भवति. तिन् प्रत्ययं योजयित्वा ति इति योजयामः. तर्हि गतिः, मतिः इति तादृशरूपाणि भवन्ति. ह्रस्व इकारमेव. ह्रस्व इकारः. हा, तस्य नित्य नित्यस्त्रीलिङ्गरूपम् अस्ति. अस्तु, अग्रे रमाबाई भगिनी. तव्यत् हलन्त्यम् इति सूत्रेण तकारस्य संज्ञा भवति. तस्य लोपः इति सूत्रेण तकारस्य लोपः भवति. अतः तव्य इत्येव अवशिष्यते. एकं रूपं वदतु. पठितव्यः, पठितव्यं, पठितव्या. सत्यं समीचीनं समीचीनम्. अग्रे अत्र सूर्यकुमारी भगिनी अग्रे. हां भगिनि, शानच् प्रत्यय अलन्तस् सूत्रेण च इति संज्ञा भवति. शकारः लोपः इति संज्ञा भवति. केन सूत्रेण? लसक्षत् तद्धिते सूत्रेण. पुनः वदतु सूत्रं, पुनः सम्यक्तया वदतु सूत्रं, सम्यक्तया वदतु पुनः. लसक्वतद्धिते आदि लकारः सकारः कावर्गः इत्संज्ञा भवति. कुत्र? आदि हा शकारः. सत्यं सत्यं, शकारः लकारः कवर्गे वर्ण. सत्यं. किम् अवशिष्यते? आन आन इति अवशिष्यते. सम्यक् समीचीनम्. अग्रे गीता भगिनी वदतु. हा भगिनि, अनियर् अनियर् प्रत्ययः अस्ति अत्र. हलन्त्यं सूत्रेण रकारः गच्छति. आनीय इति अवश्यते. एकं रूपं वदतु. गमनीय गमनीय. सत्यं, गमनीय, पठनीय, सर्वं तथा रूपम्. एतत्र तव्यत् रूपमस्ति, समानार्थे अनीयरूपमपि भवति. अस्तु, अग्रे राहुल् महोदय. शत्रु लशक्व तद्धिते इत्यनेन ष इति अपगच्छति. उपदेशे चनुनासिकानि इत्यनेन इति गच्छति. अत्र इत्येव अवशिष्यते. पुनः वदतु किम् अवशिष्यति. गच्छति अत् इति अवशिष्यति. ऋकारः स्वरवर्णः अनुनासिकः अस्ति खलु. अनुनासिकस्वरवर्णः अत्. तर्हि अत्र रूपं वदतु. गच्छत् गच्छन् गच्छन्ति. सत्यं सत्यं समीचीनम्. अग्रे लता भगिनी वदतु. अत्रापि चुटु सूत्रेण अट्टवर्गस्य न अपगच्छति. इ अवशिष्यते, णि वर्णे इ अवशिष्यते. अन्त्ये णि अनुनासिक अस्ति. तदपि ई अनुनासिक ई अपगच्छति उपदेशे अनु जनुनासिक इत् भवति. अन्त्ये इन् अवशिष्यते. सत्यं सत्यं, इन् इति एव अवशिष्यते. सत्यम्. अत्र उदाहरणं जानाति वा? गुणिन् इति अस्ति खलु, गुणिन् इति प्रातिपदिकं, तत्र इनि प्रत्यान्तशब्दः. अधिकारिन् इति अस्ति खलु, अधिकारी इति, तादृशरूपाणि इनि प्रत्यान्तशब्दः. नकारान्तशब्दः भवति. अस्तु, सुमन् भगिनी अग्रे. तर्हि इनीन् इति कीदृशप्रत्ययः? कीदृशप्रत्ययः? कृदन्तप्रत्ययः अस्ति भगिनि, कृत् प्रत्ययः अस्ति. अस्तु महोदय. क्लुकन् अस्ति तत्र लशक तदिति सूत्रेण प्रथमककारः गच्छति. उपदेशे अजनुनासिके सूत्रेण अनुनासिक अकारः गच्छति. हलन्त्यं सूत्रेण अन्तिमनकारः गच्छति. लुक् एव अवशिष्यते. सत्यं, समीचीनम्. तर्हि अत्र अभ्यासः समाप्तः. कोऽपि प्रश्नः वा एतावता? भगिनि, भवती उक्तवती खलु युवोर् नाकौ इति, तत्र अनुवृत्तिसहितसूत्रं किं किं, यतः वयं तु वु इति अवशिष्यते इति अत्र एव त्रयः प्रत्ययाः दृष्टवन्तः. सर्वत्र सर्वत्र अक इति उ इत्यस्य स्थाने अक इति भवति. तस्मिन् अधिकारे अस्ति वा इति द्रष्टव्यम् अत्र. सर्वे प्रत्ययाः अत्र कृत् प्रत्ययाः इति एव मन्ये. अतः सर्वत्र उ इति अवशिष्यते चेत् तत्र नूल् इत्यस्य स्थाने अक इति भवति. शूय् इत्यस्य अपि उ इत्यस्य अक इति भवति. सर्वत्र यत्र यत्र उ इति अवशिष्यते तत्र अक इति भवति. ओ, सर्वत्र किम् न, अत्र अत्र तदेव अहं वदामि. अत्र कृत् प्रत्ययेषु अन्यतमः अस्ति चेत् तत्र उ इत्यस्य अक इति भवति. परन्तु तत्र तद्धितप्रत्ययः अस्ति चेत् तत्र न भवति. अतः शूय् इति प्रत्ययः प्रायः तद्धितप्रत्ययः इति मन्ये. अतः तत्र न भवति प्रायः. भगिनि, भवती शूय् इति वदति, तत्र ण्यकारः किम्? अन्ते ण्यकारः शूय्, हा ण्यकारः इत्युक्ते नुल् प्रत्यय प्रत्ययस्य उपरि अस्ति खलु करपत्रे. सत्यं सत्यं, तदेव तत्र शूयि वादनीयम्. अस्तु, शूयि अत्र प्रायः तद्धितप्रत्ययः अस्ति भगिनि. शूयि इति प्रत्ययः प्रायः तद्धितप्रत्ययः अस्ति. अतः तत्र अक न भवति. किन्तु शून् अस्ति खलु किञ्चित् अधः, तत्र अक भवति. शुन् इति प्रत्ययः कृत् प्रत्ययः कृत् प्रत्ययेषु अन्यतमः अस्ति वा इति द्रष्टव्यं प्रथमतया. अस्ति चेत् तत्र भवति. अस्तु, यत्र यत्र यु अवशिष्यते शुन् ल्युट् सर्वत्र अन भवति. सर्वत्र अन भवति यदि कृत् प्रत्ययेषु अन्यतमः अस्ति चेत्. अस्तु, धन्यवादः. भगिनि, इकारात् अनन्तरं तादृश च वर्गस्य अनुनासिक ण्यकारः इति आगच्छति ते चेत् कथम् उच्चारणं करणीयम्? ई वा कुत्र कुत्र पुनः वदतु. ई अनन्तरं ण्यकारः हल् वर्णः अस्ति चेत् उच्चारणं कथं भवति? ण्यकारः अस्ति खलु. भगिनि अभ्यासस्य अन्ते क्लुकन् औपदेशिकप्रत्यया तत्र लुक् इति अवशिष्यते किल. तत्र तत्र उपदेशे जननासिक इत् सूत्रे अनुनासिकस्य आदि या अन्त्य मध्य इति न नियमः नास्ति खलु सूत्रे. कुत्र अस्ति सूत्रे, किं वदति सूत्रम्? अनुवृत्तिसूत्रं पठतु. उपदेशे अच् अनुनासिकः इति तावदेव अस्ति खलु. तत्र आदे आदौ अन्ते किमपि नास्ति खलु. सर्वे उदाहरणे आदि अन्त्यम् इत् भूतं किल, अतः अत्र भ्रमा जाता. तदेव तदेव अवगन्तव्यः. अत्र कुत्र आदौ भवति, कुत्र अन्ते भवति, तद् अवगन्तव्यः. हलन्त्यम् इति सूत्रम् अन्ते भवति. औपदेशिक अवस्थायाम् अन्ते हल् वर्णः अस्ति चेत् हलन्त्यम् इति कार्यं करोति. परन्तु तत्र प्रत्ययानां विषये त्रीणि सूत्राणि सन्ति खलु, शः प्रत्ययस्य, चुटु, लषक्व तद्धिते. तानि सर्वाणि सूत्राणि प्रत्ययस्य आदौ एव कार्यं कुर्वन्ति. भगिनी एकं रूपं लुक् लुक् इति रूपं न जानामि. रूपम् अनन्तरं तादृशप्रसिद्धः नास्ति भगिनि, अत्र अनन्तरं दृष्ट्वा वदामि भगिनि. अस्तु भगिनि, लुक् उपयोगः जह्वामूल्य व्याकरणप्रत्यये लुक् भवति. हा तत्तु भिन्नम् अस्ति भगिनि, लुक् इति नामकरणम् अस्ति तत्र. यत्र प्रत्ययस्य अदादिगणे पश्यामः चेत् शप् इति प्रत्ययस्य लुक् भवति, तत्र लुक् इति लोपः अस्ति, तद् भिन्नम्. अत्र प्रत्ययः एव लुक् इति, अत्र प्रत्ययस्य प्रत्ययस्य नामकरणमेव अत्र लुक् इति प्रत्ययः, एकः प्रत्ययः. परन्तु यत्र वयम् अत्र प्रत्ययस्य शप् इति प्रत्ययस्य लोपः वदामः, तस्य नामकरणं लोपः, लुक् श्लु इति तादृशनामकरणं भवति तत्र, तद्भिन्नम्. अस्तु अस्तु, तर्हि अग्रे अत्र रामनादन् महोदय पठति वा अनुबन्धवर्णाः किमर्थम्. आं भगिनि, अनुबन्धवर्णः किमर्थम्? अनुबन्धैः विभिन्नकार्याणि सिद्ध्यन्ति. यत्र प्रत्ययाः समानाः दृश्यन्ते अनुबन्धैः ते भिद्यन्ते. यथा भुवादिगणे शप् सुवादिगणे श, उभयत्र अकार इत्येव अवशिष्यते. अनुबन्धनिष्कासनन्तरम् अनुबन्धवर्णैः एव प्रत्ययभेदः ज्ञायते. तथैव बहुत्र अग्रे पठामः वा? खाता तावद् वदतु एकवारम्. ओके, किमर्थं निरनुबन्धरूपं? निरनुबन्धरूपमेव सरि, अनुबन्धरूपमेव बेस्ड् आन् अनुबन्धरूपं सम् डिफ्रेन्सस् आर् दर् दो निरनुबन्धरूपं एकमेव अवशिष्यते, एकमेव दृश्यते. लैक् भुवादिगणे तुजादिगणे अकारमेव अवशिष्यते. परन्तु अनुबन्धवर्णं अनन्तरं बेस्ड् आन् दट् सटन् रूल्स् अण्ड् फर्दर् आक्षन्स् आर् टेकन्. सत्यं सत्यं. तर्हि अत्र अत्र अत्र विषयः कः इति चेत्, इत्संज्ञकवर्णानां प्रयोजनं किम् इति एव विषयः अस्ति. किमर्थं पाणिनिः इत्संज्ञकवर्णानां योजनं किमर्थं कृतवान् इति एव विषयः अस्ति. तदर्थम् अत्र उक्तमस्ति, प्रथमतया प्रथमप्रयोजनं किम् इति चेत्, प्रत्ययोः भेदः कथं ज्ञायते. यदि अत्र अनुबन्ध अत्र निरनुबन्धरूपं समानम् अस्ति, यथा अत्र शप् अपि च तुदादिगणे श इति विकरणप्रत्ययः समानम्, अ अकारः एव अवशिष्यते, तर्हि तयोः भेदः कथं ज्ञायते. उभयत्र अ इति एव वदामः चेत् भेदः न ज्ञातुं शक्नुमः. तदर्थम् अत्र केचन वर्णाः योजिताः, येन वयं ज्ञातुं शक्नुमः अत्र शप् इति भिन्नप्रत्ययः, श इति भिन्नप्रत्ययः इति ज्ञातुं शक्नुमः. तदेकं प्रयोजनम् अस्ति. काले किमर्थं योजनम्? आदौ योजनं वा अन्तिमं योजनं वा? अन्तिम स्वराः परं योजनं वा? कित् मित् पित् सर्वम् आगच्छति. सत्यं सत्यं, समीचीनं. गुणनिषेधः वा गुणः वा वृद्धिः वा सर्वमेव कित्संज्ञा एव निर्णयं करोति. सत्यं सत्यं, समीचीनम्. अग्रे अत्र एव आयास्यति अत्र. अपि च एकम् अत्र वक्तुमिच्छामि, अत्र पठनात् पूर्वं यदि शप् इति प्रत्ययः पश्यामः चेत्, शप् इति प्रत्यये शकारः इत्संज्ञकवर्णः अस्ति लशक्व तद्धिते इत्यनेन, पकारः हलन्त्यम् इत्यनेन इत्संज्ञकवर्णः अस्ति. तर्हि अ इति एव अवशिष्यते इति जानीमः. तर्हि अत्र शप् इत्यस्मिन् वयं किं वदामः? शकारस्य इत्संज्ञा इति वदामः. तर्हि षित् इति वदामः. शकारः इत् यस्य सः षित्, पकारः इत् यस्य सः पित्. तर्हि शप् इति प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति, खलु? षित् अपि अस्ति, पित् अपि अस्ति. इदानीम् अत्र श इति प्रत्ययः, गीताञ्जलि भगिनी वदतु अत्र श इति प्रत्ययः किं वदामः? श इति प्रत्ययः षित्, श इति प्रत्ययः षित्, कथं षित्? श योगः इत्, इत् संज्ञा इति. केन सूत्रेण इत्? केन सूत्रेण? लशक्वत् न केन सूत्रेण उपदेशे जनं इत् न, केवल एकं सूत्रम् उपदेश इति. श इति प्रत्ययः आदौ कः वर्णः अस्ति? लशक्वतद्विते. शकारः इत्संज्ञा लशक्वतदिते इत्यनेन. अकारस्य इत्संज्ञा अस्ति वा? केवल लकार भगिनि, ल योग अ न न न श इति प्रत्ययः. आं भगिनि, शकार हलन्त्य हलन्तशकार एव लोपः जातः. न न हलन्त्यं न, अत्र श योगः अ इति अस्ति. हलन्त्यं न, किन्तु केवल शकार लोपः जातः, श इति वर्ण लोप पूर्णतया जातः. सत्यं सत्यं सत्यं सत्यं. श इत्यस्य संज्ञा भवति लशक्व तदिते इत्यनेन. तर्हि तत्र शकारस्य इत् यस्य सः, तर्हि षित् इति वदामः. श इति प्रत्ययः षित्, शप् इति प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति. यत्र यत्र वयं पित् इति वदामः चेत् वयम् अवगन्तुं शक्नुमः पकारस्य इत् संज्ञा यस्य सः, सः प्रत्ययः पित्. यदि शकारस्य इत्संज्ञा अस्ति चेत् षित् इति वदामः. इदानीम् अत्र त्रिच् इति, त्रिच् इति प्रत्ययं पश्यामः. अत्र वेङ्कटरामन् महोदय वदतु, त्रिच् इति प्रत्यये किं भवति? अस्तु भगिनि, त्रिच् त्रिच् प्रत्यये अन्तिमे चकारः हल्वर्णः अस्ति, अतः हलन्त्यम् इत्यनेन सूत्रेण तस्य इत्सम्यकः भवति. अनन्तरं तस्य लोपः इत्यनेन सूत्रेण तस्य लोपः अपि भवति, तृ इति अवशिष्यते. तर्हि तृच् इति प्रत्ययः कीदृशः? तृच् इदानीम् अत्र शप् इति प्रत्ययः वयम् उक्तवन्तः खलु, पित् अस्ति, षित् अस्ति. त्रिच् इति कीदृशः अस्ति? चित्, हा चित् अस्ति, चित् अस्ति. हा चकारः इत्यस्य सः तादृशप्रत्ययः चित्, चित् अस्ति. हा सत्यं, समीचीनं. अनुबन्ध इति पद पद पर्याय पर्यायं वा? सत्यं सत्यम्, अनुबन्धः इत्युक्ते इत्संज्ञकवर्णः इति. अस्तु भगिनि, यदि शत्रु इति प्रत्ययस्य रित् इति वदामः, रित्. हा सत्यं, किन्तु कथं जानीमः ऋकार एव, अपि च ऋकार एव इकार. किं पुनः पृच्छतु? भेदः का भगिनी? यदि ऋकार एव, अपि च ऋयोग इकार इत् इत् तत्र वस्तुतः तत्र किं वदामः इति चेत्, तत्र यत्र अच्वर्णः अस्ति तत्र प्रत्ययं यत् ऋत् इति उक्तवती तत् समीचीनमेव, परन्तु अत्र ऋकारः इति वर्णः उक् इति प्रत्याहारे अस्ति खलु, उक् प्रत्याहारे अस्ति ऋकारः, अतः उगित् इति वदामः, उक् इत् उगित् इति वदामः. शत्रुप्रत्ययः षित् इति वदामः, अत्र ऋकारः उक् प्रत्याहारे अस्ति, अतः उगित् इति सामान्यतया वदामः, न तु ऋत्. यतोहि उक् प्रत्याहारे के के वर्णाः? ऊरुरु. तर्हि तत्र ऋकारः तस्मिन् अन्तर्भूतः, अतः उगित् इति वदामः. अस्तु, तर्हि ऋ प्लस् इत् अर्थ तथा न वदामः भगिनि, तदर्थमेव वदामि. अत्र तादृशं न वदामः, यत्र अश्वर्णः अस्ति तत्र यथा अत्र ऋकारः अस्ति तर्हि ऋकारः उक् प्रत्याहारे अस्ति, अतः उगित् इति वदामः. अस्तु, अग्रे अत्र विजयलक्ष्मी भगिनी पठतु. प्रत्ययस्य अन्यरीत्या नामकरणं भवति, तस्य स्वभावम् अनुसृत्य अनुबन्धानुगुणं भवति. नकारः अनुबन्धः चेत् यथा णिच् प्रत्ययः, तर्हि संक्षेपे प्रत्ययस्य नाम णित्, नकार इत् यस्य सः णित् इति बहुव्रीहिसमासः. ककारः अनुबन्धः चेत् यथा त् तवतु त्वा, तर्हि संक्षेपे प्रत्ययस्य नाम कित्, ककारः इत् यस्य सः कित् इत्यादिकम्. प्रश्नः उदेति, एतद् इदानीमेव वयं डिस्कस् कृतवन्तः, अन्येकवारं वक्तव्यं वा? हा, ए संक्षेपे वदतु, किं किं किं दृष्टं, किम् अत्र उक्तम्? प्रत्ययस्य नामकरणं वत् एव एतत्, यत्र नकारस्य अनुबन्धः इत्युक्ते नकारस्य इत् सम्या यत्र प्राप्नोति तत्र तत् प्रत्ययस्य नाम भवति णिच् प्रत्यय इति. तस्य विवरणं भवति नकारस्य इत् यस्य सः णित् इति बहुव्रीहिसमासः. तद्वत् एव यत्र ककारस्य इत् संज्ञा भवति यथा स प्रत्यये, तवतु प्रत्यये, त्वा प्रत्यये, ककारस्य इत् संज्ञा भवति. तत्र तेषां नाम भवति कित् इति. ककारः यस्य, ककारः इत् यस्य सः इति. समीचीनं, धन्यवादः भगिनी. अग्रे सुमन् भगिनी पठतु. क्लेशः भगिनि, चप् इति प्रत्ययः पित्भि अस्ति, शितकभि अस्ति, कार्यद्वयं भी सत्यं वा? हा सत्यं सत्यं, कार्यद्वयं कथं भवति इति अग्रे पठिष्यामः. अत्र षित् अस्ति चेत् किमपि कार्यं भवति, पित् अस्ति चेत् अन्यत् किमपि कार्यं भवति. अत्र एकस्य वर्णस्य प्रयोजनमस्ति, एकैकस्य वर्णस्य प्रयोजनमस्ति. प्रथमम् अहं वयं दृष्टवन्तः पित् अस्ति चेत् गुणः भवति इति. सत्यं सत्यम्. अग्रे भगिनि सुमन् भगिनि अस्ति वा? क्षम्यतां, म्यूट् मध्ये आसम्. कुतः भगिनि? प्रश्नः उदेति. प्रश्नः उदेति, अनुबन्धाः किमर्थं युज्यन्ते, किमर्थं युज्यन्ते पाणिनिना, यदि तेषां लोपः भवति एव. अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थं, यथा शप् इति विकर्णप्रत्ययः, तस्य शकारस्य इत् संज्ञा, पकारस्य च इत् संज्ञा, अनुबन्ध लोपानन्तरम् अ इत्येव अवशिष्यते. शकारपकारयोः इत् संज्ञा इत्यनेन धातोः स्वर अपि स्वर परिवर्तनं भवति. भू योग शप् योग ति अनुबन्धन अनुबन्धलो लोप लोपे भू योग अयोगति. शप् प्रत्ययस्य कारणेन ऊकारः ओकारः भवति गुणः. भो योग अयोग ति सन्धिः भव योग ति भवति. अस्तु, अत्र किमर्थं अनुबन्धाः किमर्थं सन्ति, तस्य उपयोगः कः इति प्रश्नः उदेति. उत्तरमस्ति इत्संज्ञकवर्णः लोप भवति चेत् अपि किमपि तस्य प्रभावः अग्रे भवति एव. यथा वयं दृष्टवन्तः तत् शप् अस्ति चेत् शकारस्य लोपः भवति, किन्तु षित् अस्ति चेत् प्रायः किमपि विशेषं भवति, पित् अपि अस्ति चेत् प्रायः किमपि विशेषणं भवति. अतः शप् अस्ति चेत् वयं उकारस्य गुणः पश्यामः, किन्तु यत्र श एव अस्ति तत्र गुण न दृष्टा न पश्यामः. तस्य अनुबन्धस्य वर्णस्य प्रभावः तिष्ठति एव. सत्यम्. अत्र उदाहरणार्थं भूयोगः शप् योगः इति उदाहरणमस्ति. तर्हि शप् इति प्रत्यये वयं जानीमः शकारस्य इत्संज्ञा भवति लशक्वत् अदिते इत्यनेन, फकारस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन. तर्हि शकारस्य इत् अस्ति चेत् षित् इति वदामः, फकारस्य इत् अस्ति चेत् पित् इति वदामः. तर्हि इत्संज्ञकवर्णानां प्रयोजनम् अस्ति एव. यत्र शकारस्य इत्संज्ञा अस्ति तत्र अग्रे गत्वा पठिष्यामः, यत्र षित् अस्ति तत्र प्रत्ययः सार्वधातुकप्रत्ययः इति वदामः, यतोहि तदर्थं सूत्रमस्ति तिंशित् सार्वधातुकम् इति सूत्रमस्ति, तत् अग्रे पठिष्यामः. परन्तु यत्र शकारस्य इत्संज्ञा अस्ति तादृशप्रत्ययः सार्वधातुकप्रत्ययः इति वदामः. सार्वधातुकः इति नामकरणमस्ति यत्र षित् इति प्रत्ययः. तदनन्तरं पित् अस्ति चेत् गुणकार्यं भवति. यत्र प्रत्ययः सार्वधातुकः अपि अस्ति पित् अपि अस्ति तत्र गुणकार्यं सम्भवति. गुणः इति पूर्वमपि अस्माभिः दृष्टम्. अत्र गुणः इत्युक्ते तत्र यत्र यथा वयं सन्धिविषये जानीमः, यत्र गुणसन्धिः इति वदामः चेत् तत्र इकारः अस्ति चेत् इकारस्य अकारः योगः इकारः इति वदामः चेत् तत्र एकारः इति जायते खलु. अवर्णात् अचिपरे पूर्वपरयोः गुणसंज्ञकः एकादेशः. तर्हि गुणवर्णः इत्युक्ते अकारः योगः इकारः एकारः इति भवति. तद् तथैव अत्रापि इकारः अस्ति चेत् एकारः भवति, उकारः अस्ति चेत् ओकारः भवति इति, अत्र ऋकारः अस्ति चेत् अर् इति भवति. तर्हि अत्र भूयोगः शप् इत्यस्मिन् अ इति अवशिष्यते. भूयोगः अयोगः ति इति अस्ति. तत्र भू इति भुवादिगणीयधातुः, मध्ये शप् इति विकर्णप्रत्ययः, अनन्तरं तिङ् प्रत्ययः. तर्हि शप् इत्यस्मिन् अकारः अवशिष्यते. अकारः इति प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति, अतः अत्र पित् अस्ति इति कृत्वा गुणकार्यं भवति. भू इत्यस्मिन् ऊकारस्य ओकारः भवति, गुणः उकारस्य गुणः ओकारः. तर्हि भो इति भवति, भोयोगः अयोगः ति. इदानीम् अत्र सन्धिकार्यं भवति. वयं जानीमः अत्र यान्तावान्तदेशसन्धिः भवति, एचोय वायावः इति सूत्रमस्ति. तर्हि भोस्थाने अव् इति आदेशः भवति. तर्हि भव् योगः अयोगः ति भव, भवयोगः ति भवति इति रूपम्. तर्हि सर्वत्र वयं पश्यामः अत्र इत्संज्ञकवर्णानां कार्यम् अस्ति एव. अस्तु भगिनी. भगिनी, सर्वदा शप् प्रत्ययस्य गुणसन्धिः भवति? गुणसन्धिः न भवति, अत्र गुणकार्यम् इति वदामः. यथा अत्र गुणसन्धिः सन्धिविषये वयं जानीमः, गुणकार्यं कथं अत्रापि गुणकार्यम् इति वदामः, न तु सन्धिः. किन्तु सर्वदा भवति? सर्वदा भवति. यत्र पित् अस्ति सर्वदा भवति इति चेत् अत्र पूर्वम् इक् वर्णः अस्ति चेदेव भवति. इत्युक्ते इक् प्रत्याहारस्य वर्णः अस्ति चेत् धातौ, इदानीं भू इति अस्ति खलु, तत्र अन्ते ऊकारः अस्ति, ऊकारः इक् वर्णः अस्ति. इक् प्रत्याहारे के वर्णाः? इक् हा तर्हि ऊकारः अस्ति खलु इक् प्रत्याहारे आं भगिनि हा अतः तत्र गुणकार्यं भवति ऊकारस्य ओकारादेशः भवति अस्माकम् अग्रिमकरपत्रं तदेव गुणकार्यं कथं भवति इति विस्तृतरूपेण पठिष्यामः अस्तु इदानीं तत्र केवलं परिचयः एव अग्रे गत्वा तत् कथं भवति सूत्रसहितदृष्टिः पश्यामः अत्र एकं सूत्रमस्ति सार्वधातुक अर्धधातुकयोः इति एकं सूत्रमस्ति गुणकार्यस्य विषये तत् सूत्रं किं वदति सर्वं पठिष्यामः अपि च गुणकार्यं नाम किम् इति अपि पठिष्यामः इदानीं केवलं परिचयार्थं वदामि ऊकारस्य गुणः ओकारः तर्हि भू इति भो इति भवति भो अनन्तरं सन्धिकार्यं कृत्वा भव इति भवति अस्तु भगिनि इति अपि अहं वयं सूत्रेण जानीमः कथं जानीमः सर्वदा इक् प्रत्ययस्य गुणकार्यं भवति सूत्रमस्ति सार्वधातुकार्धधातुकयोः इति सूत्रमस्ति तत् सूत्रं वदति इक् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य गुणः भवति इति वदति तत्र निमित्तं किं सर्वम् अग्रे गत्वा पठिष्यामः परन्तु सूत्रमस्ति प्रत्येकं कार्यस्य सूत्रमस्ति एव धन्यवादः भगिनि अष्टाध्याय्यां सम्पूर्णं सूत्राणाम् एकेन कारणेन एव लोपः कार्यं भवति वा इत्संज्ञकः वर्णः इति कारणेन एव इत्संज्ञकवर्णः इति कारणेन एव लोपः भवति इति नास्ति भगिनि अन्यत्र तत्र विधिकार्यमपि भवितुम् अर्हति यथा वयं लोपकार्यं हा लोपकार्यमपि भवति बहुत्र लोपकार्यं भवति तत्र इत्संज्ञकवर्णः अस्ति चेदेव लोपः इति नास्ति अत्र प्रक्रियाकाले अपि यत्र वयम् अत्र यत्र दातुं स्वीकृत्य प्रत्ययं योजयित्वा तत्र पदस्य उत्पत्तिं कर्तुम् इच्छामः तत्रापि कुत्रचित् विशिष्टसूत्रेण लोपः भवति वकारस्य लोपः भवतु उदाहरणार्थं वदामि चेत् तत्र एकं सूत्रमस्ति लोपो व्योर्वली इति एकं सूत्रं तेन सूत्रेण यत्र वकारः अस्ति अथवा यकारः अस्ति चेत् तयोः लोपः भवति वली परे इति एकं सूत्रमस्ति तादृशकार्यं बहुत्र भवन्ति तर्हि भवती किञ्चित् कालात् पूर्वमेव अद्य उक्तवती इत्संज्ञा समान अनुबन्धरूपम् इति तर्हि तादृश चिन्तनं सम्यक् नास्ति किल किमर्थम् इत्संज्ञकवर्णः इत्युक्ते अनुबन्धः इत्येव नामकरणं तस्य इत्संज्ञा इति नामकरणम् अस्ति तत्र तस्य नामकरणम् अनुबन्धः इति अपि वयं वदामः लोके तादृशपद्धतिः अस्ति भगिनि अनुबन्धः इत्युक्ते इत्संज्ञकवर्णः इति एव तर्हि अत्र परन्तु इदानीमेव भवती उक्तवती अन्यसूत्रकारणात् अपि लोपः भवति इति हा लोपः इति विषयः भिन्नः भगिनि परन्तु अत्र इत्संज्ञकवर्णः इत्युक्ते तत्र तस्य वर्णस्य लोपः भवति तस्य नामकरणम् अनुबन्धः इति अपि वयं वदामः अत्र निर् अनुबन्धरूपम् इति वदामः धातोः निर् अनुबन्धरूपम् इत्युक्ते लौकिकरूपम् इति तावदेव निर् अनुबन्धरूपम् इति लौकिकरूपं तत्र लोपः इति विषयः नास्ति तत्र पर्यायपदं सत्यं तथा अत्र व्याकरणे अष्टाध्याय्यां लोपः इति भिन्नविषयः अस्ति लोपः इति कार्यं बहुत्र भवति धन्यवादः सन्धिः नास्ति अत्र सन्धि इव कार्यं भवति अत्र सन्धिः इव कार्यं भवति यथा अत्र सन्धिविषये वयं वदामः अकारः योगः इकारः इति वदामः चेत् एकारः भवति खलु गुणसन्धिविषये तत्र तत्र अकारः अपि आवश्यकः इकारः अपि आवश्यकः द्वयोः स्थाने एकारः भवति इति वदामः परन्तु अत्र गुणकार्यम् इत्युक्ते किम् इति चेत् अत्र अकारः न आवश्यकः केवलम् इकारः अस्ति चेत् तस्य स्थाने एकारः भवति गुणसन्धिविषये यदा अकारः योगः उकारः इति वदामः चेत् तत्र ओकारः भवति खलु हा अत्र केवलम् उकारः अस्ति चेत् तस्य ओकारः भवति एवमेव अत्र गुणसन्धिविषये अकारः योगः ऋकारः अर् इति भवति. अत्र केवलं ऋकारः अस्ति चेत् तस्य अर् इति भवति. अस्तु, गुणः चेत् सन्धि भवति. भगिनि, एकार ओकार अर्कार गुण इति सम्यक् किल गुणाक्षर. गुणस्य भगिनि अत्र गुणस्य विषये विस्तृतरूपेण अग्रिमकरपत्रे पठिष्यामः. अतः इदानीं चिन्ता मास्तु, अत्र परिचयः एव. अत्र गुणस्य विषये विस्तृतरूपेण पठिष्यामः, तत्र अस्माकं प्रश्नानाम् उत्तरमपि भवति. पठितवन्तः अपि धातुगणपरिचयः इति लेसन् मध्ये तृतीयपाठः गुणः इति तत्र पठितवन्तः वयं. सत्यं पठितवन्तः, परन्तु किञ्चित् विस्मरणं जातम् इति कृत्वा पुनः तस्मिन् विषये चिन्तनं कुर्मः, कथं भवति सर्वम् इति पुनः एकवारं परिशीलयामः. अस्तु, अत्र स्थगयामः यतोहि समयः अभवत्. अत्र कृपया गृहपाठरूपेण सर्वे अत्र अभ्यासं पुनः कुर्वन्तु, सूत्राणि सम्यक्तया पठन्तु. अग्रिमसप्ताहे एतत् सर्वं परिसमाप्य नूतनपाठं प्रति गच्छामः, गुणः इति पाठः. अस्तु, धन्यवादः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी, नमस्कारः. नमस्ते, धन्यवादः भगिनी, नमस्कारः. अग्रिमसोमवासरे वा? हा, अत्र पृच्छामि, इच्छन्ति वा जनाः अग्रिमसोमवासरे कक्षा? शक्यते. दिनाङ्कः कः? अहम् ई पत्रं प्रेषयामि, सर्वे वदन्तु. अस्तु, ई पत्रं प्रेषयामि, वदन्तु अग्रिमसप्ताहे इच्छन्ति वा इति. डिसेम्बर् 30th इति अस्ति, त्रिंशत् दिनाङ्कः. त्रिंशत्. अस्तु, अस्तु तर्हि, धन्यवादः. धन्यवादः, नमस्ते.